न्यायशास्त्रवर्गे भेदः पृथक्त्वं च इत्यस्य विषये चर्चा जायमाना अस्ति अधुना। तर्हि गते सप्ताहे अपि च तस्मात् पूर्वमपि अस्माभिः चर्चितं यत् भेदः एव पृथक्त्वं वा इत्यस्मिन् विषये प्राचीनानाम् अपि च नवीनानां च मतभेदः वर्तते। भेदः इत्युक्ते अन्योन्याभावः। अन्योन्याभावः नाम तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताक अभावः अन्योन्याभावः सः एव भेदः इति। तर्हि प्राचीननैयायिकाः वदन्ति भेदः भिन्नः, पृथक्त्वं भिन्नम् इति। तत्र कथं समर्थयन्ति ते इति जयन्ति भगिनी किञ्चित् वदति वा? आं भगिनि, प्राचीनाः यथा भवत्या उक्तं प्राचीननैयायिकाः भेदस्य भेदः तु अन्योन्यभावम् इति ते उक्तवन्तः, अन्योन्यभावः एव भेदः इति। परन्तु भेदः तु सर्वेषु पदार्थेषु, सर्वसु पदार्थेषु वर्तते, परन्तु पृथक्त्वम् इति गुणः केवलं नवसु द्रव्येषु वर्तते इति ते उक्तवन्तः। नवीननैयायिकाः तु भेदः एव पृथक्त्वम् इति ते वदन्ति। किमर्थम् इत्युक्ते अन्योन्याभावः तु सर्वत्र वर्तते, यत्र यत्र वस्तोः अभावः अस्ति, पदार्थस्य अभावः अस्ति, तत्र अन्योन्याभावः अस्ति, तस्मिन् प्रसङ्गे भेदः एव वर्तते। यत्र पृथक्त्वम् इति यत् प्राचीनैः उक्तं, तत्र अपि अन्योन्याभावः एव अस्ति, भेदनिर्दिशनम् एव भवति। अतः सर्वत्र भेदस्य प्रयोगः एव वयं कर्तुं शक्नुमः इति ते वदन्ति। अन्यत् अपि अस्ति, पृथक्त्वम् इति ये प्राचीनैः उक्तं तत्तु गुणः, रूपं रसः न इति इत्यस्य प्रसङ्गे रूपं तु गुणः, गुणे गुणं न भवितुं, गुणः न भवितुम् अर्हति। अतः पृथक्त्वम् इति गुणः एतेषु प्रसङ्गेषु न वर्तते एव। यत्र गुणः अस्ति तस्मिन् गुणे गुणः, गुणेषु गुणः न भवितुम् अर्हति। अतः एतेषु प्रसङ्गेषु भेदः एव, भेदस्य प्रयोगम् एव उचितम् इति ते उक्तवन्तः। अन्यदपि ते उक्तवन्तः केवलं विभक्त्यायाः प्रयोगम् आधार्य निर्धार्य भेदविषये प्रथमाविभक्तित्वं पृथक्त्वस्य विषये पञ्चमी प्रथमा इति, एकनिमिषं भगिनि, आश्रयविषयस्य प्रथमविभक्तित्वं अवधिवाचकपदस्य पञ्चमविभक्तित्वम् इति उक्त्वा तेषां भेदः न। तत्र किञ्चित् उदाहरणं ददातु, भेदस्थले वाक्यं किं, पृथक्त्वस्थले वाक्यं किम् इति। रसः घटः पटोन्न इत्यस्य प्रसङ्गे घटः पटः द्वयोः प्रथमाविभक्तित्वं, घटस्य अभावः पटे अस्ति, अत्र अन्योन्याभावः, अन्योन्याभावः अपि तु पृथक्त्वं द्रव्ये स्तः, अतः द्रव्यौ स्तः, अतः घटः पटात् पृथक् इत्यस्मिन् प्रसङ्गे घटः प्रथमाविभक्त्यान्तपदं, पटात् इति अवधिवाचकपदं पञ्चमीविभक्त्याम् अस्ति. केवलं विभक्तिभेदेन वयं न वक्तुं शक्नुमः यत् भेदः पृथक्त्वम् इति द्वे स्तः इति, द्वे भिन्न भिन्नविचाराः स्तः, विचारौ स्तः इति. अत्र कृ धातोः उदाहरणं दत्वा नवीननैयायिकाः वदन्ति यत् कृ करोति इति पदं वाक्ये अस्ति चेत् तत्र कृ धातोः सकर्मकपदम् सकर्मकक्रियाधातुः अस्ति. परन्तु यतते इत्यस्मिन् प्रसङ्गे अकर्मकधातुः एव, परन्तु द्वे अपि समानार्थकौ. परन्तु केवलं व्याकरणं निर्धार्य ते भिन्नौ इति वयं तौ भिन्नौ इति वयं न वक्तुं शक्नुमः. तत् उदाहरणं दत्वा ते वदन्ति विभक्तिभेदेन वयं न वक्तुं शक्नुमः पृथक्त्वं वा भेदः इति, भिन्नौ विचारौ स्तः इति. अस्तु, समीचीनम् इति जयन्ती भगिन्या यथावता उक्तं, तद् नव्यनैयायिकानां मतम् अस्ति. अधुना अन्य कोऽपि वक्तुम् इच्छति वा? प्राचीनानां मतं तु अस्माभिः ज्ञायते. प्राचीनाः वदन्ति भेदः इति भिन्नपदार्थः, पृथक्त्वम् इति भिन्नः इति. नवीनाः वदन्ति भेदः एव पृथक्त्वम् इति. तस्य समर्थनार्थं भेदः एव पृथक्त्वम् इति वक्तुम् एतत् सर्वं तैः उच्यते, यद् जयन्ती भगिनी अधुना उक्तं. तर्हि सावित्री भगिनी किम् अवगतम् इति वदति वा अस्मिन् प्रसङ्गे, अस्मिन् विचारे? भगिनी, अहं बहु वारं न आगतवती, परं प्रयत्नं करोमि. अस्तु, नवीननैयायिकाः वदन्ति यत् भेदः एव पृथक्त्वं यथा भगिन्या उक्तं. किमर्थं चेत् विभक्ति प्रयोगात् भेदः अपि च पृथक्त्वम् इति द्वौ भिन्नौ इति न वक्तुं शक्नुमः. यथा अन्योन्यभावस्थले घटः पटो न इति वक्ष्यते, अपि च पृथक्त्वस्थले घटः पटात् पृथक् इति वक्ष्यते. पृथक्त्वस्थले प्रथमाविभक्ति अपि च पञ्चमीविभक्ति प्रयोगं कुर्वन्ति, अपि च भेदस्थले द्वयोः प्रथमाविभक्त्यन्तपदं पदौ भवतः. तस्मात् वयं न वक्तुं शक्नुमः यत् भेदः अपि च पृथक्त्वं भिन्नौ इति, प्रथम अंशः. द्वितीय अंशः, यथा भगिन्या उक्तं, गुणे गुणः न भवितुम् अर्हति. पूर्वमपि वयं दृष्टवन्तः तदर्थं यत्र पृथक्त्वं तु एकः गुणः एव चतुर्विंशतिगुणेषु अन्यतमः, यत्र पृथक्त्वं द्रव्यमध्ये एव भवितुम् अर्हति. किमर्थं चेत् तत् गुणमस्ति, गुणस्य आश्रयः द्रव्यं भवति. तत्र अपि यदा वयं वदामः रूपं रसः न अथवा रूपं रसात् पृथक् इति, तत्र अपि गुणः गुणेषु न भवितुम् अर्हति. तत्र अपि पृथक् तत्र अपि भेदः एव वक्ष्यते. किमर्थं चेत् अन्योन्यभाव प्रति अन्योन्यभाव प्रति अन्योन्यभावः तु सर्वत्र सर्वपदार्थेषु भवति एव. अस्तु, इति समीचीनतया उक्तं भगिन्या अपि. अस्तु, तर्हि अंशद्वयम् अत्र उच्यते. प्रथमं गुणः, पृथक्त्वम् इति गुणः गुणे न वर्तते, परन्तु अभावः इति कश्चन पदार्थः सर्वेषु पदार्थेषु वर्तते इत्यनेन उभाभ्यां पक्षाभ्याम् अङ्गीकारः. नवीनाः अपि अङ्गीकुर्वन्ति, प्राचीनाः अपि अङ्गीकुर्वन्ति. अपि च द्वितीयः अंशः अत्र अस्ति यत् केवलं वाक्यरचनशैलीं दृष्ट्वा, वाक्ये विभक्तिभेदः अस्ति इति दृष्ट्वा, वयं न वक्तुं शक्नुमः यत् भेदः पृथक् अथवा पृथक्त्वम् इति पृथक् गुणः इति, यथा अधुना प्रतिपादितं सर्वं. कृ धातोः उदाहरणं दत्वा ते वदन्ति कृ इति, अपि कृ इति सकर्मकधातुः, यत् इति अकर्मकधातुः. तर्हि तयोः प्रयोगे वाक्यरचनाशैली भिन्ना स्यात्, किन्तु अर्थः तु समानः एव. तर्हि वाक्यरचनाशैलीं दृष्ट्वा अर्थः भिन्नः इति न वक्तुं शक्नुमः. तथैव वेदस्थले, पृथक्त्वस्थले भिन्नभिन्नविभक्तयः तु सन्ति, तद्दृष्ट्वा भेदः पृथक् भिन्नवस्तु इति न वक्तुं शक्नुमः इति नवीनानां मतमस्ति. अस्तु, तर्हि एतावता स्पष्टं स्यात्. तर्हि अद्यतनः विषयः भवति संयोगस्य विषये. एतावता नव्यनयायिकाः यत्किमपि उक्तवन्तः, तस्य आक्षेपस्य निवारणं, तद् मतम् आक्षेपः अस्ति, तस्य निवारणं कर्तुम् इच्छति ग्रन्थकारः. तदर्थम् अग्रे किञ्चित् पठनीयं भवति. तन्निमित्तं संयोगस्य विषये इत्यादिकं पठामः अद्य. अस्तु, मध्ये केन आगतम्? वर्धिनी अस्मि भगिनि. वर्धिनी भगिनि, माला अस्मि भगिनि. माला, अस्तु. तर्हि एवं कुर्मः, अग्रिमपुटं पश्यन्तु. तत्र अष्टनवतितमे पुटे एकवारं पठामः, पठित्वा करपत्रात् किञ्चित्, अस्यैव अवगमनार्थं करपत्रात् अपि किञ्चित् पठामः. अस्तु, तर्हि सरला भगिनी पठति वा? आं भगिनि. भेद एव पृथक्त्वम् इति आक्षेपस्य निरासः, अतः एवं वाच्यं मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति, एवम् अवयवसंयोगेन अवयविनः द्रव्याहन्तरेण संयोगः जायते इत्यपि अभिवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगो जायते इति अस्य अपि संयोगप्रकरणे निरूपणात्. स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इति अवदयं वाच्यम् अवश्यं वाच्यम् इति अवश्यं वाच्यम्. अन्यथा कपालक्रियया कपालः घटेन संयुक्तः, कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारापातात् कृतः एषः अवयविनि घटे न उत्पद्यते इति विचारे मूर्तयोः युतिसिद्ध्य एव कर्मजः युतसिद्धयोरेव कर्मजः संयोगजः वा युतिसिद्ध्योरेव कर्मजः संयोगजः वा संयोगो भवति नान्यो रीतिः निश्चितम्. कौ युत्सिद्धौ पृथगाश्रयश्रितौ वृक्षः खलु स्व अवयवे स्थितः पक्षी स्व अवयवे च उत्पन्नायां पक्षिणः पुनः क्रियायां जायते कर्मज संयोगः. एवं शरीरं तरुश्च स्व अवयवे स्थितौ ततः हस्तक्रियया हस्ततरुसंयोगः तेन च शरीरतरुसंयोगः इति स्थितम्. एवञ्च पृथक् आश्रय आश्रितयोः तयोः एव युतसिद्धियोः एव मृत्यो जायते उभयविधि मृत्योः जायते उभयविधिसंयोगः इति आगतम्। तर्हि सिद्धं न समीहितं गुणानन्तरं पृथक्त्वम्। अस्तु, अस्य अवगमनं सम्यक्तया न स्यात् किन्तु चिन्ता नास्ति, वाक्यशः अवगमनार्थमेव करपत्रमस्ति। तर्हि सरला भगिनी एव करपत्रे किञ्चित् पठित्वा। भगिनी क्षम्यताम्, पुस्तके कुत्र अस्ति यत् सा पठिता? अग्रिमे पुटे एव भगिनि, अष्टनवतितमे पुटे। आम्, अष्टनवतितमे पुटे कुत्र अस्ति? आरम्भात् सा पठितवती। अस्तु, केवलं परिचयार्थम्, अग्रे किम् अस्ति इत्यस्य परिचयार्थं, किन्तु अधुना करपत्रमेव मुख्यः विषयः। तर्हि पुस्तकं न दृष्टं चेत् चिन्ता नास्ति, करपत्रं पुरतः स्यात्। धन्यवादः। अस्तु, सरला भगिनी करपत्रस्य वाक्यद्वयं। मूर्तगतक्रियया संयोगस्य प्रसङ्गे किञ्चित्। मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोग भवति। एतत् लक्षणपदम् अस्ति। लक्षणवाक्यम् इति न, किन्तु अधुना यत् पठितं भवत्या तत्र द्वितीयं वाक्यमेव आसीत्, मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना संयोगो भवति। तस्य वाक्यस्य विवरणम् अग्रे। मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया। मूर्तद्रव्यं नाम यत् द्रव्यं क्रियायाः आश्रयः भवति। मूर्तद्रव्येषु या क्रिया भवति तया क्रियया तस्य अन्येन मूर्तद्रव्येन सह संयोगः भवति। हस्तः एकं मूर्तद्रव्यं, पुस्तकम् अपरं मूर्तद्रव्यम्। एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते, तया क्रियया अन्येन मूर्तद्रव्येण सह तस्य संयोगो भवति अथवा अन्येन। अस्तु, अग्रे। ओके, अन्येन विभुद्रव्येण सह संयोगः भवति। एतावत् किञ्चित् प्रतिपादयतु। मूर्तगतक्रिया तस्य मूर्तान्तरेण विभुना च संयोगः भवति। मूर्त द्रव्ये या क्रिया भवति तेन तस्या अन्य मूर्तद्रव्येण सह संयोगः भवति, तस्य विवरणमस्ति। मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया। मूर्तगतक्रिया यदि मूर्तगतक्रिया उदाहरणे चलनं भवति या हस्ते पुस्तकम् उत्थाप्य स्थापयति, तस्य मूर्तगतक्रिया नाम मूर्तद्रव्ये विद्यमाना क्रिया। मूर्तद्रव्याणि कानि इति स्मरति वा? मूर्तद्रव्याणि पृथ्वी, जल, तेजः, पृथ्वी, जल, तेजः, वायु, आकाशविभु अस्ति, मूर्तद्रव्यं नाम यत् द्रव्यं क्रियया आश्रय भवति। सो मूर्तद्रव्य क्रिया आश्रित अस्ति, मूर्तद्रव्य तस्य आश्रयः अस्ति। सो द्रव्ये निरूपत क्रिया भवति मूर्तद्रव्यक्रिया। मूर्तद्रव्येषु या क्रिया भवति तया क्रियया सह अन्येन मूर्तद्रव्येण सत्संयोगः भवति। यदि एकमूर्त मूर्तद्रव्येषु क्रिया भवति तेन सह तया सह अन्येन मूर्तद्रव्येण सह इति नास्ति, तया, केवलं तया इति, तया इत्युक्ते माध्यमेन इति, तया क्रियया किं भवति? तया क्रिया अन्येन मूर्तद्रव्येण सह संयोगः भवति. उदाहरणं किम्? उदाहरणमस्ति हस्तम् एकं मूर्तद्रव्यं, पुस्तकम् अपरं मूर्तद्रव्यं. हस्तं पुस्तकं द्वो हस्तः पुस्तक द्वो मूर्तद्रव्ये सन्ति स्तः. एकस्मिन् मूर्तद्रव्ये काचित् क्रिया जायते. एकस्मिन् हस्ते क्रिया जायते. एकस्मिन् मूर्तद्रव्ये कुत्रचित् अपि स्यात्, हस्ते अपि स्यात् अथवा तथा पुस्तके. तया क्रिया अन्येन मूर्तद्रव्येण सह तस्य संयोगः भवति. यदि हस्ते पुस्तकम् अस्ति या पुस्तक हस्ते अस्ति संयोगः अस्ति. संयोगः अस्ति अपि च संयोगस्य कारणम् अस्ति किं? द्वयमूर्तद्रव्योः न द्वयोः संयोग द्वयोः मध्ये संयोगः अस्ति. द्वयो मूर्तद्रव्योः संयोग तेन संयोगस्य कारणं भवति अथवा अन्येन विभुद्रवेण सह संयोगो भवति. एतत् अहं न अस्तु. संयोगस्य मूर्तद्रव्ययोः मध्ये यः संयोगः अस्ति तस्य कारणं किं? क्रिया. सरला भगिनी, भवत्या समीचीनया एव उक्तं क्रिया संयोगस्य कारणम्. अन्तम् अथवा अन्येन विभुद्रव्येण सह संयोगो भवति. एतदर्थं विभुद्रव्येण आकाश काल सत्यं. तत्र उदाहरणमस्ति, अधुना पुस्तकं प्रकोष्ठे अस्ति. अस्तु, प्रकोष्ठस्थित आकाशः भिन्नः, प्रकोष्ठात् बहिः यः आकाशः भिन्नः. यद्यपि आकाशः विभुः एकः एव, तथापि उपाधिभेदः अस्ति खलु. उपाधि इत्युक्ते सीमा. गृहात् बहिः यः आकाशः अस्ति उपाधिभेदात् भिन्नः इति एव अवगम्यते. तर्हि अहम् इतः बहिः गच्छामि चेत् तत्र संयोगः भवति अपरेण आकाशेन सह. किमत्वा विभुद्रव्येण सह अपि संयोगः भवति क्रियया इति प्रथमवाक्यं. द्वौ मूर्तद्रव्यौ अपि मूर्तद्रव्ये विभुद्रव्येण सह अपि संयोगः भवति. इति एव क्रिया एव कारणं किल? क्रिया एव कारणम् अवश्यं. सत्यं भगिनि, क्रिया एव कारणमस्ति. संयोगस्य कारणक्रिया अस्ति. सत्यं. अस्तु, तर्हि राजेन्द्रमहोदय अग्रे पठति वा? आं भगिनि. एवम् अवयवसंयोगेन अवयविनः द्रव्य अन्तरेण संयोगः जायते इत्यपि अविवादम्. हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते इत्यपि भवति. हस्ते क्रिया जायते, तया क्रियया हस्तपुस्तकयोः संयोगः जायते. इदानीं च हस्तः शरीरस्य अवयवः. हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति. यदा अवयवस्य संयोगः द्रव्यान्तरेण सह भवति तदानीम् अवयविनः अपि संयोगः तेन द्रव्येन सह भवति. तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते. इथञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते. अनेन अस्माकं कश्चन नियमः व्युत्पन्नः. अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते. अस्तु महोदय, आरम्भतः किञ्चित् किञ्चित् पठित्वा उच्यतम्. एवम् अवयवसंयोगेन अवयविनः द्रव्यानन्तरेण संयोगः जायते इत्यपि अविवादम्. अवयवः अवयविने एकम् अंशः अस्ति, भागः अस्ति. यदा अवयवसंयो अन्यद्रव्येण सह संयोगः जायते तथा अवयवनः अपि द्रव्यान्तरेण संयोगः जायते. तत् कोऽपि विवादं नास्ति तत्र. अविवादं साक्षात् न अविवादम् अस्ति. अवयवस्य संयोगः अव्यविनसंयोगः अपि तथैव जायते. हस्त यथा हस्तपुस्तकसंयोगः यदा भवति तथा काय शरीरपुस्तकसंयोगः अपि तथैव तदापि जायते इत्यपि भवति. हस्ते कोऽपि क्रिया जायते तत् क्रियायाः हस्तपुस्तकसंयोगः जायते. हस्तपुस्तकसंयोगानन्तरं शरीरपुस्तकस्य संयोगः अपि जायते यद्यपि हस्तः शरीरस्य अवयवः. अतः हस्तस्य संयोगः यदा पुस्तकेन सह भवति तदानीं शरीरस्य अपि संयोगः पुस्तकेन सह भवति. इदानीमपि तथैव पुनश्च तथैव उक्तं शरीरस्य अपि तथैव तदा संयोगः जायते यदा हस्तपुस्तकसंयोगः भवति तथैव तदानीं शरीरस्य अपि पुस्तकेन सह संयोगः जायते. यदा अवयवस्य संयोगः द्रव्य अन्तरेण सह भवति तदानीं हस्तः अवयवः शरीरः अवयविनः हस्तः हस्तः अवयवः शरीरम् अवयवी अवयविनः तथैव तदपि शरीर पुस्तकसंयोगः द्रव्येन सह भवति. तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः द्रव्य अन्तरेण संयोगः जायते. तत् वाक्यं उत्पद्यते अवयवसंयोगेन अवयविनः द्रव्य अन्तरेण संयोगः जायते. इत्थञ्च हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः जायते. पुनश्च तथैव अस्ति वाक्यं हस्तपुस्तकसंयोगेन कायपुस्तकसंयोगः अपि जायते. तत् तादृशतर्केण अस्माकं कश्चन नियमः व्युत्पन्नः अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते. तत् नियमः प्रचलति तथैव. अस्तु समीचीनं महोदय. तर्हि अजितमहोदय भवता यत्किमपि बुद्धं किञ्चित् वदति वा? अधुना राजेन्द्रमहोदयेन यदुक्तं तस्यैव विषये. क्षम्यतां भगिनि, अहं सिद्धा. अस्तु, किञ्चित् शृणोमि तदनन्तरम्. अस्तु अस्तु, तर्हि नास्ति चिन्ता. तर्हि एवमेव उक्तं राजेन्द्रमहोदयेन, अवयवः इति हस्तः, अवयवी इति शरीरं. यदा अवयवस्य संयोगः जायते द्रव्येण सह तदा अवयविनः अपि संयोगः जायते. हस्तस्य संयोगः जायते खलु पुस्तकेन सह, तदा सम्पूर्णकायस्य सम्पूर्णशरीरस्य अपि संयोगः जायते पुस्तकेन सह इति कश्चन नियमः. तदर्थम् उक्तम् अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति बुद्धं स्यात् सर्वैः. भगिनि, द्रव्यान्तरेण संयोगः द्रव्यान्तरेण अर्थं किम् इत्युक्ते भिन्नद्रव्येण सह तावदेव. अस्तु, तर्हि वर्धिनी भगिनी पठति वा अग्रे? आं भगिनि, अधुना कपाले काचित् क्रिया जाता, तया क्रियया कपालपुस्तकयोः संयोगः उत्पन्नः. अयं कपालपुस्तकयोः संयोगः यतोहि क्रियया उत्पन्नः, अतः कर्मजः संयोगः इत्युच्यते. तदा स च कपालः यतोहि घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः यतः कपाले विद्यमानाय क्रियया यः कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति, सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति। यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न। पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थमिदम्। एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह संयोगः, न तु अवयवे जायमाना क्रिया। इत्थम् अनेन नूतननियमः निष्पन्नः। अवयवसंयोगेन अवयविनः संयोगः जायते। अवयवसंयोगेन अवयविनः संयोगः जायते। अस्तु, वाक्यशः पठित्वा परिशीलयामः। भगिनी वाक्यद्वयं प्रतिपादयति वा? प्रथमवाक्यद्वयं। कपाले काचित् क्रिया जाता। इतः कपालः पुस्तकयोः संयोगः वर्णनं क्रियते। क्रियया कपालपुस्तकयोः संयोगः भवति। काचन क्रिया अस्ति, काचित् क्रिया अस्ति, अपि च तया क्रियया कपालस्य पुस्तकस्य च संयोगः उत्पन्नः। अस्तु, कपालपुस्तकयोः संयोगः क्रियया उत्पन्नः, अतः कर्मजः इति कर्मजः संयोगः इति उच्यते। कर्मजः इत्युक्ते कर्मणा जायते। कर्म इत्युक्ते क्रिया एव, कपाले क्रिया अस्ति, कर्म अस्ति, तेन पुस्तकेन सह संयोगः भवति इति कृत्वा कपालपुस्तकयोः संयोगः कीदृशः? कर्मजः संयोगः। अस्तु भगिनि, एवं वक्तुं शक्नुमः यस्मिन् क्रिया जायते सः कर्मजः, यस्मिन् क्रिया जायते सः कर्मजः नास्ति। अत्र कर्मजः कस्य विशेषणमस्ति? अत्र एकं संयोगस्य संज्ञा कर्मज भवति, एतत् वक्तुं शक्यते अपि? हा, तदपि वक्तुं शक्नुमः। कर्मजः इति विशेषणमेव संयोगस्य, तर्हि समानमेव। बुद्धं वा राजेन्द्र महोदय? कर्मजः इत्युक्ते कर्मणा जायते, कर्म इति माध्यममस्ति संयोगार्थं, तदर्थं कर्मजः संयोगः। अपि च संयोगः कयोः मध्ये राजेन्द्रमहोदय? कपालपुस्तक मध्ये या संयोगः जायते सा कर्मजः। यतोहि कपाले क्रिया अस्ति, कपालः तु मूर्तद्रव्यं खलु, तस्मिन् क्रिया अस्ति, क्रियया संयोगः जायते। भगिनी, संयोगः सर्वदा क्रियया एव जायते वा? इति मम अपि प्रश्नः आसीत्। एकवारं वयं पठितवन्तः संयोगः इति यदा आसीत् प्रायशः क्रियया जायते इति आसीत् संयोगस्य विवरणावसरे। तदा उक्तमासीत् आं क्रियया एव जायते। तर्हि किमर्थं कर्मजः संयोगः इति विशेषरूपेण उक्तमस्ति? यतोहि अग्रे गत्वा संयोगजः अपि अस्ति खलु। संयोगजः संयोगः इति पदं वा तत् संयोगेन जायते? संयोगस्य विषये, यदा पठितवन्तः एकत्वादिव्यवहारहेतुः इत्यादिकं, तस्यां श्रेण्यां संयोगः प्रसिद्धः प्रायः क्रियाजन्यः इत्यादिकम् उक्तं, तदर्थं तदा मयापि पृष्टं किमर्थं प्रायः इति. यतोहि संयोगः प्रायः तथा स्यात्, क्रियया स्यात्, किन्तु अधुना वयं जानीमः द्वितीयम् अपि अस्ति संयोगजः इति, तदर्थं प्रायः इति उक्तम् इति मन्ये. इत्युक्ते संयोगेन यः संयोगः जायते संयोगजः संयोगः इति वा? तत्र भ्रमः उदेति खलु भगिनि मम मनसि. अस्तु अग्रे पठेम, तदापि भ्रमः अस्ति वा न वा इति तदा पश्यामः. अस्तु अस्तु हा, तर्हि वर्धिनि भगिनि, अधुना भगिन्या यदुक्तं तद् कर्मजः संयोगः, तदनन्तरं तदनन्तरं कपालः घटस्य अवयवः, अतः कपालस्य पुस्तकेन सह यः संयोगः तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. प्रथमतया कपालः पुस्तकः पुस्तकस्य संयोगे संयोगः भवति, अतः कपालस्य पुस्तकेन सह यः संयोगः तेन संयोगेन घटे अपि पुस्तकेन सह संयोगः जायते. घटे अपि संयोगः पुस्तकेन सह संयोगः जायते. किमर्थम्? अवयवे अपि हा हा समीचीनम्, अवयविनि अपि संयोगः जायते इति नियमः आसीत् खलु पूर्वस्मिन् परिच्छेदे, अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते. तदर्थं कपालसंयोगेन घटे अपि संयोगः, घटस्य अपि संयोगे अस्ति. अस्तु तर्हि इदानीं एक जयन्ती भगिनी एव अग्रे पठतु, तस्याः प्रश्नः आसीत् तस्य विषये. जयन्ती भगिनी, स च घटपुस्तकयोः अयम् अतः तदा स च कपालः न तृतीयः परिच्छेदः स च घटपुस्तकयोः संयोगः कर्मजः न अपि तु संयोगजः, यतः कपाले विद्यमानया क्रियया यः कपालपुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति. सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. यथा कुलालस्य पिता यद्यपि कुलालं प्रति कारणं, किन्तु कुलालेन निर्मितं घटं प्रति स च पिता कारणं न. पञ्चसु वक्ष्यमाणेषु अन्यथा सिद्धिषु चतुर्थम् इदम्. एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह एवमेव अवयविनः अन्येन सह संयोगं प्रति कारणम् अवयवस्य अन्येन सह संयोगः, न तु अवयवे जायमाना क्रिया. इत्थम् अनेन नूतननियमः निष्पन्नः अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते. अस्तु हा, घटपुस्तकयोः संयोगः क्रियया जायते, अतः कर्मजः संयोगः इति उच्यते. इदानीं चिन्तयतु, एकनिमिषः चिन्तयतु, वर्धिनि भगिनि किम् उक्तवती? घटपुस्तकयोः संयोगः कर्मजः न खलु अपि तु संयोगजः यतः अत्र न इत्यस्मात् प्राक् एकं कामा स्थापयतु, तदा स च घटपुस्तकसंयोगः कर्मजः न अपि तु संयोगजः. कपालपुस्तकयोः कपालस्य पुस्तकस्य च संयोगः कर्मजः. किन्तु कपाल अवयवः घटः अवयवी खलु? आम् आम् आम् इदानीम् अवगतं भगिनि. अत्र तु कपालपुस्तकयोः संयोगः अस्ति प्रथमतया. घटः अवयवी अस्ति, अतः घटपुस्तकयोः यः संयोगः अस्ति तत्तु संयोगेन एव जायते, न तु क्रियया इति अस्ति. समीचीनं समीचीनं, तथा एव अस्ति. यतः कपाले विद्यमानया क्रियया यः कपालपुस्तकयोग पुस्तकयोः संयोगः उत्पन्नः कर्मजः, सा क्रिया घटपुस्तकयोः व्युत्पन्नं संयोगं प्रति कारणं न भवति. यया क्रियया कपालपुस्तकयोः संयोगः अस्ति, सा क्रिया घटपुस्तकयोः संयोगं न करोति इति. कपाले या क्रिया भवति, कपाले या क्रिया भवति तेन कीदृशः संयोगः जायते? कपाले तु कर्मजः संयोगः जायते. कपालस्य क्रियया कर्मजः संयोगः जायते. सा एव क्रिया, सा एव क्रिया घटपुस्तकयोः संयोगम् उत्पादयति वा? न न न घटपुस्तकयोः घट तु अवयवी अस्ति. तर्हि पूर्वं यद् दृष्टवन्तः तत् तेन नियमेन घटपुस्तकयोः संयोगः जायते, परन्तु क्रियया न तेन संयोगेन एव संयोगः जायते. क्रियया न जायते, परन्तु कपाले यः संयोगः जातः तस्मात् संयोगात् घटपुस्तकयोः मध्ये संयोगः भवति. अत्र यः संयोगः कपालपुस्तकयोः अस्ति तत्तु परम्परासंयोगः इति किमपि खलु? परम्परासंयोगः इति किमपि नास्ति अत्र, परम्परासम्बन्धः एव नास्ति अस्मिन् विषये. परन्तु यत् शनिवासरे केनापि उक्तं, साक्षात् केनचित् उक्तं, परन्तु अत्र किमपि नास्ति परम्पराविषये. अस्तु, परन्तु कथं वयं वक्तुं शक्नुमः स्पष्टतया संयोगः तु किम् अस्ति? फस्ट् काण्टाक्ट् विना कपालपुस्तकयोः संयोगेन एव द्वितीयसंयोगः भवति इति प्रश्नः अस्ति अग्रिमे परिच्छेदे. तस्य प्रश्नस्य उत्तरं भवत्या यत् प्रश्नं तत् समीचीनम् अस्तु. किमर्थं न वक्तुं शक्नुमः कपालस्य क्रिया घटे अपि अस्ति इति किमर्थं न वक्तुं शक्नुमः इति? अस्तु, अत्र सा च क्रिया तं संयोगं प्रति अन्यथा सिद्धा भवति. या क्रियया कपाल पुस्तकयोः संयोगः भवति घटपुस्तकयोः संयोगं प्रति सा क्रिया अन्यथा सिद्धा इति अस्ति. अन्यथा सिद्धा इत्यस्य विवरणार्थम् अत्र उदाहरणं दत्तम् अस्ति. कुलालः घटस्य निर्माणं करोति, परन्तु कुलालस्य पिता यद्यपि कुलालं प्रति कारणम् अस्ति, घटं प्रति कारणं न भवितुम् अर्हति. अस्मिन् प्रसङ्गे पिता तु अन्यथा सिद्धा इति अस्ति. तादृशमेव अस्मिन् प्रसङ्गे अपि घटपुस्तकयोः संयोगस्य उदाहरणे क्रिया या क्रियया कपालसंयोगः पुस्तकयोः संयोगः जायते सा क्रिया अन्यथा सिद्धा भवति इति इत्येव अस्ति. तर्हि सा क्रिया कारणं न भवति, अपि तु तया क्रियया यः संयोगः जातः कपालपुस्तकयोः सः संयोगः कारणम् इति उच्यते. इति अस्ति. अग्रे भवत्याः प्रश्नस्य किञ्चित् समाधानं प्राप्यते इति चिन्तयामि. भेदः किमपि नास्ति, समानमेव, केवलं तत्र उपसर्गः अस्ति दि तावदेव. भगिनि पञ्चसु वक्ष्यमाणेषु सिद्धिषु चतुर्थमिति अत्र अन्यथा सिद्धि इति तु जानन्ति. अत्र एकम् उदाहरणमस्ति, कुलालः घटं निर्माति, कुलालं प्रति पिता कारणं भवति इति कृत्वा पिता अपि घटस्य कारणमिति न वदामः खलु. तथा कुर्मश्चेत् कियत् पर्यन्तं पूर्वं गच्छामः, पितुः अपि पिता भवति, तस्यापि पिता भवति, मातामहः, सर्वं न स्वीकुर्मः खलु. साक्षात् कारणं किं? कुलालः किं निमित्तकारणम् इति वक्तुं शक्नुमः. पुनः कुलालस्य पिता अपि कारणं तथा न वक्तुं शक्नुमः. इदमेव अन्यथा सिद्धिः. इतोपि एकम् उदाहरणं दीयते, घटनिर्माणस्थले पिपीलिकाः भवन्ति. तत्र पिपीलिकाः स्युः घटनिर्मात् प्राक् पिपीलिकाः स्युः, सर्वदा स्युः, अथवा किमपि स्युः, परन्तु पिपीलिकाः तत्र निकषाः आसन् खलु, त्रयः निकषाः आसन् कारणम् इदं कारणम् इति वक्तुं. पिपीलिकाः तान् निकषान् पालयन्ति चेदपि पिपीलिकाः कारणमिति न वक्तुं शक्नुमः. पिपीलिकाः न भवन्ति चेदपि घटः उत्पद्यते घटनिर्माणस्थले खलु, दण्डचक्रादयः कारणं, न तु पिपीलिका. अस्तु अस्तु, तदेव वदामि. एकम् उदाहरणमस्ति पितुः, तत्तु एकविध अन्यथा सिद्धिः. पिपीलिका एकविध अन्यथा सिद्धिः. तथा पञ्चविध अन्यथा सिद्धयः स्युः, तत्तु अत्र न उक्तं. वक्षमाणेषु इत्युक्ते प्रायः अग्रे गत्वा जानीमः इति. वर्धिनी भगिनी तदेव आसीत्. अस्तु, तर्हि आहत्य पञ्चविध अन्यथा सिद्धयः सन्ति, अग्रे गत्वा जानीमः. उदाहरणं पिपीलिका एकविध अस्ति वा? पिपीलिका अस्ति चेदपि सत्यं, पिपीलिका अस्ति चेदपि घटनिर्माणं, नास्ति चेदपि घटनिर्माणं. भगिनी किमर्थं चतुर्थम् इदम् इति लिखितम् अस्ति? पञ्चविधाः सन्ति, पञ्चविधाः सन्ति, तेषु चतुर्थम् इदं पिता कारणम् इति. प्रथमं किं, द्वितीयं किं, तृतीयं किम् इति अहमपि न जानामि, परन्तु पिता इति चतुर्थं विधम्. एतावता न पठितमपि इति चिन्तयामि अन्यथा सिद्धिविषये, केवलम् एवमेव उक्तं महोदयेन. या महोदयेन एकवारं तथैव उक्तं, सा उक्तवान् अन्यथा सिद्धं पञ्चभागाः सन्ति, परन्तु के सन्ति तत् न विवरणम्. अस्तु अस्तु, इत्येव अस्ति. तर्हि अग्रे माला भगिनी पठति वा? कुत्र पठामि, एवमेव वा? न, तत्तु अभवत् खलु, अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति. अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति. हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति, तदा हस्ते जाता या क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. इदानीं प्रश्नः भवति, हस्तपुस्तकयोः यत् क्रिया हस्तकपुस्तकयोः क्रियया यद् भवति तस्य नाम एकनिमिषः हस्ते जातायाः क्रियया किं जायते कर्मजः इति संयोगः जायते इति यदा भवति तदा सा तदेव क्रिया शरीरे अपि नास्ति किम् इति प्रश्नः उदेति शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात् हस्तपुस्तकयोः कर्मजः इति वदामश्चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न वदामः इति प्रश्नः भवति तर्हि तादृशः सन्देहः किमर्थम् आयाति कस्यचित् मनसि आम् इति प्रश्नः अस्ति तत्र हस्तपुस्तकयोः यद् संयोगः भवति तद् क्रियया भवति परन्तु शरीरपुस्तकयोः यत् संयोगः भवति तद् क्रियया नास्ति क्रियया संयोगेन यत् संयोगः भवति तद् संयोगजः इति तु सत्यं किन्तु अत्र प्रश्नस्य पृष्ठभागे तर्कः कः ईदृशः प्रश्नः किमर्थम् आगच्छति कस्यचित् मनसि इति तद् किमर्थम् इत्युक्ते यदा अवयवे क्रिया भवति तदा शरीरे अपि भवति खलु इति वयं चिन्तयामः हा सत्यम् आम् अवयवे भवति चेत् अवयविनी अपि अपि भवितुम् अर्हति तथा किमर्थं नास्ति इति प्रश्नः इत्युक्ते अवयविनि यः संयोगः भवति अस्तु सः किमर्थं कर्मजः न स्यात् इति आहत्य भवत्या यदुक्तं तत् सत्यम् अवयवे या क्रिया किमर्थं तत्र संयोगजः इति वदामः किमर्थं कर्मजः न भवति इति प्रश्नः इति प्रश्नः भवति यथा घटकपालस्थले भगिन्या जयन्ती भगिन्या पृष्टं तर्हि कः स्पृशति प्रथमम् इति खलु तत्रापि विवक्षानुसारं भवति कपालः तु अस्ति एव घटे घटस्य निर्माणानन्तरमपि तर्हि किमर्थं कपालस्य क्रियया संयोगः पुनः तेन संयोगेन घटे संयोगः इति वदामः किमर्थं घटे अपि कर्मजः संयोगः न स्यात् इति प्रश्नः प्रश्नः स्पष्टमस्ति वा सर्वेषां मनसि स्पष्टः अस्ति खलु प्रश्नः तर्हि प्रश्नः एवं यत् हस्ते या कापि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति न वा यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल यतोहि हस्तः शरीरस्य भागः कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति हस्ते जाता क्रिया शरीरे जाता क्रिया अनयोर्मध्ये भेदः अस्ति किम् वस्तुतः हस्तः इति कथनेन अवयवः एव स्वीक्रियते न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तः शरीरम् इत्येतत् द्वयम् अभिन्नं स्यात् इत्युक्ते एकम् एवं स्यात् किन्तु वस्तुतः तथा नास्ति. हस्तः भिन्नः शरीरं भिन्नम् इति स्वीक्रियते न्यायशास्त्रे. अवयवः अवयवी इति परस्परं भिन्नम्. भिन्नम् इत्यस्य अर्थः पृथक् पृथक् भवति इति न, किन्तु पदार्थः भिन्नः इति. अत्र प्रश्नः भवति, हस्ते यत् हस्ते या कापि क्रिया जायते सा च क्रिया शरीरे अपि न भवति वा इति प्रश्नः. यदा यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति, तत्तु वयं चिन्तयामः. हस्ते यदा क्रिया जायते तदा शरीरे अपि क्रिया भवेत्. किमर्थम् इत्युक्ते हस्तः तु शरीरस्य भागः एव, अतः शरीरे अपि तादृश हस्तगता क्रिया, तादृशक्रिया शरीरे अपि भवेत्. कथं वयं वदामः हस्ते क्रिया जायते परन्तु शरीरे क्रिया न जायते इति? अतः अनयोः मध्ये भेदः किम् इति प्रश्नः उदेति. इदानीं तस्य समाधानम् अस्ति, हस्तः शरीरस्य अवयवः. न्यायशास्त्रे सिद्धान्तः एवम् अस्ति, हस्तः शरीरात् भिन्नं. यतोहि हस्ते क्रिया जाता तथा हि शरीरे अपि तादृशक्रिया भवति इति वदामश्चेत् द्वयोः भिन्नता न भवेत् इति न्यायशास्त्रे सिद्धान्तः अस्ति. परन्तु किन्तु वस्तुतः तथा नास्ति. हस्तः भिन्नः शरीरं भिन्नम् इति न्यायशास्त्रे स्वीक्रियते. तस्य समानं नास्ति. शरीरं भिन्नम् अस्ति, हस्तः भिन्नम् अस्ति. अतः क्रियाविषये किञ्चित् वदतु. भिन्नं भिन्नम् अस्ति इति न्यायशास्त्रानुसारं तत्तु समीचीनतया उक्तवती. इदानीं भिन्नभिन्नपदार्थौ स्तः खलु, शरीरं च हस्तः इति तु भवत्या प्रतिपादितं. न्यायशास्त्रानुसारम् भिन्नः अवयवी भिन्नः. अतः हस्तगता क्रिया अपि च शरीरगता क्रिया तयोः मध्ये भेदः न भवति, समानं न भवति. अतः एव वयं तस्य कर्मजः संयोगजः इति भिन्नता प्रदर्श्यते खलु. सत्यं सत्यं, तदर्थमेव. तर्हि आरम्भे प्रश्नः कः आसीत्? हस्ते या क्रिया अस्ति सः क्रिया शरीरे अस्ति वा इति. आम् सा अस्ति वा शरीरे अपि? या क्रिया हस्ते अस्ति सा अपि शरीरे अस्ति न वा? नास्ति इति वदन्ति अत्र. नास्ति इति वदन्ति. अतः हस्ते या क्रिया अस्ति तेन किं जायते? कर्मजः संयोगः जायते. कर्मजः संयोगः जायते. परन्तु शरीरे यः संयोगः जायते तस्य कारणं सा एव क्रिया भवति वा? सा एव क्रिया न भवति. संयोगेन यत् संयोगः भवति तद् संयोगजः इति भवति. तर्हि आहत्य हस्ते या क्रिया अस्ति सा क्रिया शरीरे अपि अस्ति इति न वक्तुं शक्नुमः. न्यायशास्त्रे भिन्न ते भिन्नपदार्थाः, भिन्नभिन्नपदार्थाः. आम्, अतः समानं नास्ति. समानं नास्ति. अस्तु, अग्रे अजितमहोदय, अग्रे प्रश्नः अस्ति कस्यचित्? अजितमहोदय अग्रे पठति वा? प्रश्नः एकनिमिषः, प्रश्नः अस्ति अस्ति वा कस्यचित्? न भगिनी, अहं चिन्तयामि तर्कशास्त्रं किञ्चित् युक्तिपूर्ण नास्ति अत्र. किमर्थं भगिनि? किमर्थं हस्तस्य अहम् अवगच्छामि यत् अत्र वक्ष्यते, परन्तु हस्तगतक्रिया शरीरे नास्ति इति युक्तिपूर्णा नास्ति. सामान्यतया पश्यामश्चेत् तथा न स्यात्, परन्तु न्यायशास्त्रे हस्तः अवयवः अपि च शरीरम् अवयवी खलु. उभयोः पात्रमपि भिन्नं. कारणकार्यभावस्य विषये चिन्तयति चेत् हस्तः कारणं, शरीरं किमस्ति? कार्यमस्ति. अवयवाः कारणम्, अवयवी कार्यं भवति खलु सर्वदा. कपालः कारणं, तर्हि आहत्य पश्यामश्चेत् तयोः पात्रमपि भिन्नमस्ति. कार्यकारणभावस्थले अपरत्र अवयवः इति एकः अनुमीयते, अवयवी इति अपरः अनुमीयते. तथा कृत्वा पृथक् पृथक् पदार्थौ स्तः उभौ, अवयवः च अवयवी. परन्तु कमपि दृष्ट्वा भवतः शरीरे क्रिया नास्ति, केवलं पादाभ्याम् अस्ति इति, पादयोः अस्ति इति तु न वक्तुं शक्नुमः. तत्तु सत्यं. न्यायशास्त्रदृष्ट्या तु भिन्नभिन्नपदार्थौ स्तः अवयवः. न्यायशास्त्रदृष्ट्या वदामश्चेत् कार्य क्रिया क्रियावतोः समवायसम्बन्धेन भवति, अपि च अवयव अवयविनोः समवायसम्बन्धः भवति. तत् अस्तु, हस्तस्य क्रिया समवायेन हस्ते भवति, शरीरं तु हस्ते समवायेन भवति. क्रिया किमपि न वक्तुं शक्नुमः तत्र. क्रियाविषये किमपि न शक्नुमः. प्रायः परम्परासम्बन्धं स्थापयितुं शक्नोति. क्रिया इति स्वम् इति स्वीकरोतु. क्रिया अवयवे अस्ति समवायेन, स्वसमवायि. पुनः स्वसमवायि समवेतः अवयवी. परम्परा न भवति, समवेतं भवति. समवेतं परम्परासम्बन्धे समवेतम् अथवा समवायित्वम् इति वक्तुं शक्नुमः खलु. तर्हि अधो गत्वा उपरि गमनं तथा परम्परासम्बन्धः भवति, परन्तु अवयवे या क्रिया अस्ति सा एव क्रिया अवयवी नास्ति. यतोहि अवयवः भिन्नः पदार्थः, अवयवी भिन्नः पदार्थः. अस्तु अस्तु, तर्हि अजितमहोदय किञ्चित् पठति वा अग्रे? भगिनि, यथा पुस्तकं रूपम् इति एतद्वयम् अस्ति. पुस्तकम् इति पदार्थः भिन्नः, रूपमिति पदार्थः भिन्नः. तद्वयम् अपि मिलित्वा भवति इति सत्यं, किन्तु तौ द्वौ पदार्थौ परस्परभिन्नौ. तथैव हस्तः शरीरमिति पदार्थद्वयं परस्परभिन्नं भवति. अनेन हस्ते या क्रिया जाता, सा क्रिया शरीरे जाता इति वक्तव्यं चेत् हस्तः शरीरं च समानं स्यात्. समानं नास्ति चेत् हस्ते जाता क्रिया शरीरेपि अस्ति इति वक्तुं न शक्यते. वस्तुतः दृष्टि अनुगुणं भवति एतत् सर्वं. हस्तः शरीरम् एतद्वयं भिन्नं भिन्नम् इति स्वीकुर्मः, किमर्थं इत्युक्ते शरीरस्य हस्तः कारणम् इति कारणतः सर्वदा कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे. उच्यतां महोदय. यथा पूर्वमुक्तं शरीर हस्तशरीरसम्बन्धः कार्यकारणसम्बन्धः कार्यं कारणं भिन्नमेव भवति न्यायशास्त्रे. पूर्वस्तरे पुस्तकम् एकपदार्थः, रूपं भिन्नपदार्थः. द्वयोः मिलित्वा भवति इति सत्यं, किन्तु पदार्थौ परस्परभिन्नौ. तथैव हस्तः शरीरम् अपि भिन्नपदार्थमेव. पुस्तके रूपं तु अस्ति, पुस्तके यद्यपि रूपम् अस्ति तौ भिन्नौ पदार्थौ. अनेन किं जायते? अनेन हस्ते या क्रिया जाता सा क्रिया शरीरे न जाता इति. यतोहि समानं नास्ति चेत् हस्ते जाता शरीरं हस्तः शरीरं च समानं नास्ति खलु. हस्तः अपि च शरीरं समानं नास्ति इति यत्र अङ्गीकारः भवति तत्र हस्ते या क्रिया अस्ति सा एव शरीरे नास्ति इति उच्यते. अपि च अग्रिमवाक्ये प्रायः इतोपि स्पष्टता अस्ति इति चिन्तयामि. हस्तः इति कारणं, शरीरम् इति कार्यं. न्यायशास्त्रे कारणम् अपि च कार्यं भिन्नौ स्तः इति तु अङ्गीकारः अस्ति. तर्हि कारणे या क्रिया अस्ति सा भिन्ना एव, कार्ये अपि सा एव क्रिया नास्ति इति अङ्गीकारः अस्ति न्यायशास्त्रे. अस्तु, अग्रे सावित्री भगिनी पठति वा? इति स्पष्टं स्यात् एतावता सर्वेषां मनसि. आं भगिनि, एकनिमिषः अहं दूरवाणी मध्ये आसम्, परन्तु इदानीं पठामि. कुत्र यथा पुस्तकं रूपम् इति तत् पठितं महोदयेन अग्रे कुत्रचित् इति. अस्मात् वस्तुतः दृष्टिगुणं तदपि अभवत् वा? अस्तु, कुत्रचित् अपरस्मिन् शास्त्रे कारणमेव किञ्चित् परिवर्तनं प्राप्य कार्यं भवति. दृष्टान्ते दशसु चषकेषु जलम् अस्ति, तानि सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् महत् जलं जायते. इदानीं महती पात्रे यत् जलं, तस्य कारणं किम् इति चेत् लघुषु चषकेषु विद्यमानानि जलानि एव. चषकेषु विद्यमानं जलं भिन्नं, महती पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य. किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते. अधुना सामान्यचिन्तनानुसारमपि जलस्य पात्रे स्थापनानन्तरं तत्र कारणीभूतं जलं पृथक् न भवति. कारणीभूतं जलं चषके विद्यमानं जलम् आसीत्, तत् इदानीं पृथक् नास्ति. इत्युक्ते चषके विद्यमानं जलमेव खलु समवायिकारणं भवति महती पात्रे विद्यमानस्य जलस्य. न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महती पात्रे विद्यमानं जलं भिन्नमेव. तर्हि तयोर्मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव. दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति, तानि सर्वाणि अपि समवायिकारणानि एव. तेषां परस्परसंयोगः इदानीं जातः, तेन महज्जलम् उत्पन्नम्. अतः चषके विद्यमानं जलम् इदानीमपि भिन्नमेव पात्रे अवयवभूतं भिन्नभिन्नरूपेण न दृश्यते भिन्नभिन्नरूपेण न दृश्यते तावदेव इति न्यायशास्त्रस्य अत्र सिद्धान्तः अस्तु इदानीम् एतत् सर्वं किमर्थम् उच्यते चेत् पूर्वस्मिन् परिच्छेदे यदा महोदयः तत्र उक्तमासीत् कारणं भिन्नं कार्यं भिन्नं तदर्थं हस्तः भिन्नः शरीरं भिन्नं भिन्नम् अस्तु परन्तु अस्मिन् परिच्छेदे भवती वदतु वदतु भगिनी न न एवं चिन्ता तदेव वक्तुम् इष्टवती यद् भवती अधुना प्रतिपादयति अस्तु अस्तु कुत्रचित् अपरस्मिन् शास्त्रे कारणमेव किञ्चित् परिवर्तनं प्राप्य कार्यं भवति तत्तु सत्यं अद्वैतवेदान्ते कारणमेव कार्यं भवति तत्र निमित्तकारणम् उपादानकारणम् इति वक्ष्यते इति भाति अहं विस्मरामि परन्तु दृष्टान्ते दशसु चषकेषु जलमस्ति अत्र एकम् उदाहरणं दत्तमस्ति दशचषकाः सन्ति एकस्मिन् किञ्चित् जलमस्ति तानि सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् महत् जलं जायते अस्तु सर्वे चषकेषु जलं नीत्वा बृहत् पात्रे स्थापयामि चेत् महत् जलं भवति पात्रे इदानीं महती पात्रे यत् जलं तस्य कारणं किम् इति चेत् लघुषु चषकेषु विद्यमानानि जलानि एव अस्तु महत् जलस्य कारणं किम् इति पृष्टे सति उत्तरं प्राप्यते यत् लघुषु चषकेषु यत् जलम् आसीत् तदेव कारणम् इति चषकेषु विद्यमानं जलं भिन्नं महती पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य अस्तु यतोहि चषकेषु विद्यमानानि जलानि इदानीं पात्रे अस्ति पृथक् पृथक् न द्रष्टुं शक्नुमः तदर्थं परन्तु बृहत् पात्रस्य जलस्य कारणं भवति लघु चषकेषु विद्यमानानि जलानि एव न्यायशास्त्रमनुसृत्य किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते उदाहरणे अद्वैतवेदान्ते तथा न चिन्तयन्ति ते चिन्तयन्ति द्वौ अपि समानम् इति अधुना सामान्यचिन्तनानुसारमपि जलस्य पात्रे स्थापनानन्तरं तत्र कारणीभूतं जलं पृथक् न भवति यथा सर्वे जलानि मिश्रितानि भवन्ति पृथक् पृथक् न द्रष्टुं शक्नुमः परन्तु न्यायशास्त्रं वदति यत् लघुचषकेषु विद्यमानानि जलानि कारणानि इति बृहत्पात्रस्य जलस्य कारणीभूतं जलं चषके विद्यमानं जलम् आसीत् तत् इदानीं पृथक् नास्ति इत्युक्ते चषके विद्यमानं जलमेव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य समवायेन अत्र अवयव अवयवी सम्बन्धः वा भगिनि सत्यं सत्यं भगिनि तथैव अस्ति अवयवी किम् अवयवी बृहत् पात्रस्य जलम् अवयवाः लघुचषकेषु विद्यमानानि जलानि अस्तु परन्तु मेलनानन्तरम् एकं महत् जलं प्राप्यते तत्र भिन्नता दृश्यते वा भिन्नता न ऐ मीन् भिन्नता भिन्नभिन्नम् इति न वक्तुं शक्नु न न वक्तुं शक्नुमः, परन्तु न्यायशास्त्रानुसृत्य भिन्न एव भिन्नमेव, यतोहि यतोहि बृहत् पात्रस्य जलम् अवयवी अस्ति, लघु चषकेषु विद्यमानानि जलानि समवायि कारणं भवति, अवयवः सन्ति. अवयव अवयवी इति एकः सम्बन्धः, पुनः कारणं कार्यम् इति अपरः सम्बन्धः. आम् आम् आम् न्यायशास्त्रे चषकेषु विद्यमानजलानि समवायि कारणानि. अग्रे न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महति पात्रे विद्यमानं जलं भिन्नमेव, तर्हि तयोर्मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव. आम् दशचषकेषु विद्यमानानि जलानि मिलित्वा एव बृहत् पात्रस्य जलं भवति, कारणं मिलित्वा कार्यं साधयामः अत्र. दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति, तानि सर्वाणि अपि समवायिकारणानि एव, यथा पूर्वमेव मया उक्तं सर्वे समवायिकारणानि भवन्ति, तेषां परस्परसंयोगः इदानीं जातः, तेन महत् जलम् उत्पन्नं, परस्पर संयोगेन कारणानि मिलित्वा बृहत् जलम् उत्पन्नं, महत् जलम् उत्पन्नम्. अतः चषके विद्यमानं जलम् इदानीमपि भिन्नमेव, पात्रे अवयवभूतं, भिन्नभिन्नरूपेण न दृश्यते तावदेव इति न्यायशास्त्रस्य अत्र सिद्धान्तः. पुनः तदेव लिखितमस्ति इति अहं मन्ये, जलं बृहत्पात्रस्य जलं भिन्नं, चषकेषु विद्यमानानि जलानि भिन्नं भिन्नम् एव, परन्तु पात्रे भिन्नता न दृश्यते, परन्तु समवायि कार्यकारणभावः तु अस्ति एव. अतः भिन्नपदार्थम् भगिनी, बृहत् पात्रे एतत् कार्यं तत् कारणम् इति कथं वक्तुं शक्नुमः? बृहत् पात्रे यत् जलम् अस्ति तस्मिन् कार्यम् अशक्यं वक्तुम्, बृहत्पात्रे दृष्ट्वा नितराम् अशक्यं वक्तुं, किन्तु ज्ञानम् अस्ति चेत् अस्माकं पूर्वमेव यद् बृहत्पात्रस्य जलं कुतः आगतं, चषकेषु विद्यमानात् जलात् इति ज्ञानं भवति चेत् तदा एव समवायिकारणम् इति वक्तुं शक्नुमः, नो चेत् न. तथा वदामश्चेत् तत्र सागरः अस्ति, नदी अस्ति, तत्र बिन्दवः, प्रत्येकं बिन्दुः कारणं भवति तस्य. अस्य प्रयोगः कः इति चिन्तयामि, केवलम् इदं साधयितुं यद् अवयवे विद्यमाना क्रिया भिन्ना, सा क्रिया अवयविनी न भवति. अस्तु, तदर्थम् अवयविनि विद्यमानसंयोगः कर्मजः नास्ति, अपि तु संयोगजः इति साधनीयमस्ति, तावदेव. अस्तु, तदर्थम् एतदुक्तं, यद्यपि समानम् इति दृश्यते तथापि अवयव अवयविसम्बन्धः तु अस्ति एव जले अपि. अस्तु अस्तु, किम् इट्स् लैक् एन् एक्स्ट्रीम् एक्साम्पल् तादृशं खलु. अहं भगिनि अत्र पुच्छः एव शुनकं भ्रामयति इति वक्तुं शक्नुमः, टेल् वागिङ्ग् द डाग्. अस्तु, हा इति अस्ति विषयः. अग्रे अन्तिमः परिच्छेदः अस्ति अस्य वर्गस्य. सरला भगिनी पठति वा? आं भगिनि, तत् मत् अनुसारम् अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं न शक्नुमः। हस्ते जाता क्रिया हस्ते एव भवति। प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति। क्रिया प्रथमतया अवयवे, तदा एव अवयविनि। अनेन हस्ते विद्यमानक्रिया शरीरे विद्यमानक्रिया द्वे अपि भिन्ने। एतत् सर्वं कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा। इदानीं समग्रं शरीरं चलति इति चिन्तयतु। तत्र चलनक्रिया साक्षात् शरीरे इति एव स्वीक्रियते। क्रिया साक्षात् शरीरे एव जायते। किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तत्र हस्ते आदौ क्रिया, तद् उत्तरक्षणे शरीरे क्रिया। अवयगता क्रिया यत्र विशेषरूपेण विवक्षिता, तत्र अवयवे आदौ क्रिया, अनन्तरम् अवयविनि। भगिनि पुनः अवश्यं वाक्यशः पठित्वा वदतु। ओके, अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं न शक्नुमः। यदा अवं पूर्वं पठितवन्तः हस्ते क्रिया जाता क्रियया केवलं पुस्तकं संयोगः भवति, कर्मजः संयोगः अस्ति। तदनन्तरं शरीरे यत् संयोगः अस्ति तत् संयोगज संयोगः अस्ति, तस्य कारणमस्ति शरीर हस्तपुस्तकयोः संयोगः। अत्र अन्य उदाहरणमस्ति, हस्ते जाता क्रिया हस्ते एव भवति प्रथमक्षणे, द्वितीयक्षणे शरीरे क्रिया भवति। अत्र चलनं क्रिया अत्र उदाहरणं दत्तम्। क्रिया प्रथमतया अवयवे, तदा एव अवयविनि। यदि अहं जानीमः हस्तम् अवयव अस्ति, शरीरम् अवयवी अस्ति, सो प्रथमक्रिया यदि हस्ते जाता, द्वितीयक्षणे एतत् शरीरे अवयविनि क्रिया भवति। अनेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वे अपि भिन्ने। अत्र अवयवक्रिया अवयविनि अवयवी क्रिया द्वे भिन्ना सन्ति। एतत् सर्व कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा। अवयवक्रिया केवलं विशेषरूपेण भवति तदा क्रिया हस्ते जाता। इदानीं समग्रं शरीरं चलति इति चिन्तयतु। तत् चलनक्रिया साक्षात् शरीरे इति एव स्वीक्रियते। क्रिया साक्षात् शरीरे एव जायते। यदि सम्पूर्णशरीरं चलति, तत् साक्षात् क्रिया शरीरे भवति। हस्तस्य क्रिया भिन्ना, शरीरस्य क्रिया भिन्ना। किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तत्र हस्ते आदौ क्रिया, तत् उत्तरक्षणे शरीरे क्रिया। सो एतद् द्वौ भिन्ना क्रिया अस्ति। आदौ हस्ते विशेषक्रिया अस्ति, तत् नन्तरं शरीरस्य क्रिया चलनक्रिया, रैट्? हा, एतत् सर्वं वक्तुः विवक्षानुगुणम् अस्तु। हस्तः एव चलति इति यदा एकः पश्यति, तदा सा क्रिया हस्तगता क्रिया इति विशेषक्रिया। सा क्रिया शरीरे नास्ति नास्ति, परन्तु सम्पूर्णं शरीरं कथञ्चित् चलति इति पश्यति चेत् तदा शरीरे क्रिया इति वदामः। सम्पूर्णशरीरे क्रिया चलनक्रिया भवति चेत् कथं, यदा वयम् अग्रे गच्छामः तदा वा? तथा प्रायः न भवितुमर्हति। अहं चिन्तयामि उदाहरणार्थम् एव तत् वक्तुं सत्यं केवलम् उदाहरणार्थं तथा उक्तम् इदानीं पूर्णशरीरे चलनक्रिया भवति चेत् तदा कर्मजः इति वदामः सत्यं भगिनि अस्तु सावित्री भगिनी किमपि उक्तवती हस्तस्य स्थाने अङ्गुलि अपि वक्तुं शक्नुमः तत्र अङ्गुल्यां प्रथमक्रिया भवति अनन्तरं हस्ते क्रिया भवति तथा वक्तुं शक्नुमः यदि केवलम् अङ्गुलिक्रिया भवति तदा हस्तक्रिया न भवति तस्य विशेषक्रिया अङ्गुलिगत अवयवगतक्रिया भवति अहं चिन्तयामि उदाहरणार्थं तु यद्यपि कोऽपि क्रिया उङ्ग्ल्यां भवति तत् प्रथमतया उङ्ग्ल्यां भवति तत् अनन्तरं हस्ते अपि भवति द्वितीय तदुत्तरक्षणे सत्यं किन्तु अङ्गुलिगतक्रिया विशेषक्रिया भवति सा हस्तगता क्रिया नास्ति नास्ति अस्तु अन्य कोऽपि जयन्ती भगिनी वदन्ती आसीत् तदेव मम प्रश्नः पूर्वं वयं किं पठितवन्तः हस्तगतक्रिया शरीरे न जायते इति इदानीं तु वयं या क्रिया हस्ते हस्तपुस्तकयोः जायते सा क्रिया शरीरपुस्तकयोः संयोजनं न इति खलु सत्यं परन्तु प्रथमं द्वितीयम् इति अस्ति अत्र प्रथमं हस्ते जायते तदनन्तरं शरीरे इति क्रिया हस्ते जाता इति उच्यते तदा विशेषरूपेण यदा वदामः तदा भवति हस्तपुस्तकयोः संयोगः अपि विशेषसंयोगः खलु विशेषरूपेण हस्तपुस्तकयोः संयोगः समानमेव अत्रापि अस्तु तर्हि माला भगिन्या यदुच्यते तदपि सत्यं सा एव क्रिया पुनः शरीरे नास्ति किन्तु जयन्ती भगिन्याः प्रश्नः अस्ति द्वितीयक्षणे शरीरे अपि क्रिया भवति हस्ते यदि स्यात् तदेव अत्र उक्तम् अस्ति खलु हा इति अत्र सूचितं तर्हि भवत्याः प्रश्नः कः किमर्थं तर्हि सा एव क्रिया शरीरे अस्ति इति न वदामः इति वा पूर्वं वयं पूर्वम् उक्तम् अस्ति शरीरे न जायते इति अत्र उक्तमस्ति शरीरे द्वितीयं भवति इति तत् संयोगजः प्रथमं यद् भवति तत् कर्मजः तत्र संयोगस्य विषये माला भगिनी तत् सत्यं माला भगिन्या यद् उच्यते तत् कर्मजः संयोगः प्रथमः तदनन्तरं संयोगजः संयोगः इदानीं क्रियाया क्रिया क्रिया भवति वा न इति प्रश्नः संयोगस्य अहं वदामि संयोगः शरीरस्य संयोगः भवति चेत् तत् कर्म क्रिया एव साक्षात् न भवति माध्यमेन भवति दृष्टि अनुगुणं भवति सर्वं भगिनी मम भ्रमः अस्ति पूर्वं कीदृशसंयोगः इति वयं पठितवन्तः कर्मजः संयोगः वा संयोगजः संयोगः इति तत्तु अवगतमस्ति तदनन्तरं मध्ये परिच्छेदः आसीत् यस्मिन् वयं पठितवन्तः या क्रिया हस्तपुस्तकयो हस्ते अस्ति तत् शरीरे अस्ति वा न इति शरीरे कथं न जायते इति वयं पठितवन्तः खलु इदानीं तु उक्तमस्ति प्रथमं विशेषरूपेण या क्रिया भवति प्रथमतया हस्ते भवति तदनन्तरं शरीरे इति एकनिमिष तदनन्तरं शरीरे इति न उक्तं यदि इति खलु तस्मिन् प्रायः तस्मिन् क्षणे न अपि च या कापि क्रिया भवतु सा हस्ते भवति अथवा शरीरे भवति उभयोः मध्ये न भवति इति मुख्यवार्ता अस्तु सा क्रिया हस्तगता भवति अथवा शरीरगता भवति सा समाना क्रिया उभयोः मध्ये न स्यात् हस्तस्य चलनानन्तरं शरीरं चलति इति भवत्याः मनसि आगच्छति चेत् तदपि समीचीनं किन्तु समाना क्रिया नास्ति यतोहि एतावत्पर्यन्तं कारणानि उक्तानि खलु हस्तः अवयवः शरीरम् अवयवी हस्तः कारणं शरीरं कार्यं तदर्थं भिन्नभिन्नपदार्थौ स्तः उभौ इति कृत्वा या कापि क्रिया भवतु एकत्र भवितुमर्हति विवक्षानुगुणं शरीरे वा हस्ते समाना क्रिया उभयोः नास्ति इति मुख्यः विषयः अस्तु अस्तु इदानीम् अवगतं भगिनि धन्यवादः तर्हि सरला भगिनी अन्यत् किमपि वक्तव्यमासीत् भगिनि परस्परसंयोग अन्यविधसंयोग अस्ति कर्मजसंयोग संयोगजः संयोग परस्परसंयोग प्रश्नः न अवगतः परस्परसंयोगः इत्युक्ते किं वयम् उदाहरणं दशचषकेषु जलम् एक महती पात्रं यदि स्थापयति तस् परस्परसंयोग भवति अवश्यम् अवश्यं बहु समीचीनं भगिनि चषकजलस्य मध्ये परस्परसंयोगः तृतीयविधं संयोग वक्तुं शक्नुमः किन्तु प्रश्नः तु समीचीनः कीदृशः संयोगः सः इति कर्मजः वा अथवा संयोगजः वा इति किं चिन्तयन्ति भवन्तः वयं तु नूतननैयायिकाः तर्हि यथा कपालसंयोगः खलु कपालयोः मध्ये संयोगः अथवा तन्तोः मध्ये संयोगः सः कीदृशः संयोगः इति खलु सरला भगिन्यः हा प्रायः कर्मजः इत्येव अस्तु प्रायः पृच्छामः अग्रिमे सप्ताहे वर्गे अस्तु अत्र स्थगयामः अत्र अन्य कोऽपि प्रश्नः वा अग्रे ते त्रयो सप्ताहे अहम् अनुपस्था भवामि अहं भारतदेशं गच्छामि अस्तु तर्हि भारतदेशात् एव शृणोतु प्रयत्नं करोमि अस्तु तर्हि प्रश्नः न सन्ति चेत् विरमामः शुभरात्रिः धन्यवादः शुभरात्रिः धन्यवादः